पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 20 व्यास उवाच विष्णुपूजाफलं विप्र सङ्क्षेपात् कथितं मया इदानीं वच्मि दानानि निशामयसमाहितः दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतं तपसा पापमित्युक्तं न पापो दानकर्मणि तपकृतयुगे श्रेष्ठं त्रयदायां ध्यानमेव च सपर्याद्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे तस्मात् कलियुगे दानं प्रीदये कमलापदेहे कर्तव्यं सततं प्राज्ञैरिज्ञद्भिः परमं पदं कलया कलया चन्द्र कलां संवर्धते तथा दानस्य सा गतिप्रोक्ता तपसश्च मनीषिभिः फलादपि द्विजश्रेष्ठकर्तव्यो वित्तसङ्ग्रहः सञ्चितं तु धनं प्राज्ञो दानकर्मणि संक्षिपेद धने स्थितोऽपि यो मर्त्यो नाश्नादिन ददाति यः दरिद्र स च विज्ञेयो दानभोगविवर्जितः वित्तं केन सहायादि यादि तेन तु कोद्विज आयादि तत्पुरा दत्तमिह पञ्चत्वमागते दत्त्वा दत्त्वा सदा दानं मानवा ये दरिद्र्यति न ते दरिद्रा विज्ञेया परलोके महेश्वराः धनं रक्षन्ति कार्पण्याद्येते ज्ञेयाः सुदुःखिताः अन्ते त्यक्त्वा च तत्सर्वं निराशा यान्ति जैमिने परलोके द्विजश्रेष्ठसाधु सद्बलवर्जितः निर्धने बन्धुहीने च नादत्तमुपतिष्ठते स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः नित्यं देयानि दानानि वैष्णवैर्निजभक्तिदः सर्वेषामेव दानानामन्नदानं द्विजोत्तम जलदानं च तत्त्वज्ञैरधिश्रेष्ठं प्रकीर्तितं विनान्येन न तिष्ठन्ति प्राणा देहेषु देहिनाम् अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः तस्मात् समस्तदानानामन्नदो लभते फलम् अन्नदानसमं दानं जलदानं च जैमिने विना तोयेन नान्नं स्याद्दतस्तोयं प्रदीयते क्षुधातृशापि विप्रेन्द्रद्वे तुल्ये तु प्रकीर्तिते तस्माद्दत्त्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः जीवनं जीवनं नृणां जीवनं न च जीवनम् अदो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेद अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले तेन सर्वाणि दानानि कृतानि नात्र संशयः अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु बभूव हस्तिनपुरे कुबेर इव वित्तवान् तस्मिन्नेव पुरे वेश्या बभूव सुरसुन्दरी ख्यादारधि विदग्धेदि सर्वलक्षणसंयुधा तत्र क्षेमं करी नाम ब्राह्मणी श्रेष्ठवंशजा समस्तगुणसम्पन्ना विधवासी द्विजात्मजा सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा निषिद्धं कर्म कुर्वन्ती त्यक्त्वा यात्यविवेकतां तया संनिहिता विप्रवेश्या विब्राह्मणी च सा चकारसख्यं स्नेहेन वेश्या वृत्तिमुपेत्य सा स वेश्या ब्राह्मणी चाभिद्वेप्येकत्र दिने दिने पापानि चक्रदुप्रीत्या असङ्ख्यातानि जैमिने तदोरदि विदग्धा सा वृद्धभावमुपागता ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यन्तपापिनी कदाचिद्वारमुख्या सा जरन्तीदं निजां सखीं प्राहेदि विस्मिता विप्रवचनं विनयान्विता रदि विदग्धोवाच सखित्वया सखानेकं दारुणं पादकं कृतम् अद्यापि पादके दृष्टिर्महदी वर्तते मम सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् इदमस्वास्थ्य कृन्नित्य माशां त्यक्तुं न शक्यते स्थावरं सुमहत्प्राप्तं कृतपादकया मया समागतमिवै तर्हि समीक्ष्य मरणं गतम् उपार्जितेन पापेन यानि वित्तानि वै मया रक्षिष्यन्त्यनपत्यायां मृतायां मयि तानि के तस्मात् सर्वाणि वित्तानि अन्यायोपार्जितानि च दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि ब्राह्मण्युवाच मया यावन्ति वित्तानि पश्येदि सञ्चितानि च असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः तस्मादहं धनैर्हीना किं दास्यामि द्विजातये अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु तस्या एवं वच श्रुत्वा सा वेश्यात्यन्तहर्षिता वित्तेन सकलेनैव अन्नदानं चकारः हरिशर्मा च विप्रेन्द्रो धनवानधिभकृतः पूजयामास सततं भगवन्तं जनार्दनं जितेन्द्रियोजितक्रोधो हिंसा दम्भविवर्जितः प्रेदये कमला भर्तुः सदेपे सुमहत्तपः गन्धपुष्पैश्च बलिभिर्कृतधूपैः प्रदीपकैः पूजयामास देवेशं नित्यमेव जनार्दनं धनवानपि विप्रोऽसौ वित्तस्य क्षयशङ्कितः पिपीलिका मूषिकाश्च तथान्येऽपि च जन्तवः कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः उपार्जितं धनं सर्वं स्वयमेव दिने दिने बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः सुहृदां ब्राह्मणानां च बान्धवानां कदापि सः चकार न च सम्भाषामर्थप्रार्थनशङ्कया विगणय्यस्ववित्तानि सुबहूनि निजालये मत्वा श्रेष्ठमिवात्मानं मोदते सौ द्विजोत्तम कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यन्तवित्तवान् कणिका ब्राह्मणी सा च एककाले मृता द्विज अध दूदाः समायातास्तान्नेदुमधिभीषणाः धर्मराजस्य देवस्य पाशमुद्गरपाणयः ते च चण्डादयो दूतास्तान् समादाय जैमिने ययुर्धर्मपुरं सद्यो दुर्गमेन पथा तदः चण्ड उवाच अनिदो हरिशर्मा च वेश्या च ब्राह्मणी च सा तवाज्ञया जीवितेश पश्यैदान् पुरतस्थितान् तान् समालोक्य जीवेश प्रहस्य द्विजसत्तम चित्रगुप्तमिति प्राह सर्वकार्य विचक्षणम् यम उवाच एतेषां सर्वकार्याणि शुभदान्यशुभानि च मूलाद्विचारय प्राज्ञ चित्रगुप्तमहामदे यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः सर्वं विचारयामास शुभकर्माशुभं तथा चित्रगुप्त उवाच देवाकर्णय वक्ष्यामि पुण्यं च पादकं तथा इयं वेश्या ब्राह्मणि च हरिशर्मा चकारयत् येषारदिविदग्भाध्या गणिकादिदुराशया चकारयानि पापानि वक्तुं तानि न शक्यते अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज अन्नदानं चकारेयं गणिका गदयौवना अन्नदानप्रभावेण यादना गृहवासदैः त्यक्रेयं पादकैः सर्वैः कोटिजन्मार्जितैरपि अन्नदानं महाराज ये कुर्वन्ति जनाः क्षिदौ ते पापिनोऽपि गच्छन्ति तद्विष्णो परमं पदं यावन्त्यन्नानि यच्छन्ति मानवाः क्षिदिमण्डले तावन्त्यो ब्रह्महत्याश्च तस्य नश्यन्त्यसंशयः अन्नानि यच्छतां त्यक्त्वा शरीराणि जपादकं गृह्णतामेव पात्राणि सहसा याति सूर्यज तस्मात् पापिनामन्नानि न गृह्णन्ति विचक्षणाः मोहात् गृह्णन्ति ये मूढास्त एव पापभागिनः शुभकर्माशुभं वापि वेश्याया कथितं प्रभो ब्राह्मण्या शृणु कर्माणि शुभानि चाशुभानि च इयं क्षेमं करी नाम ब्राह्मणि शुद्धवंशजा भद्रकीर्तिप्रिया सर्वं चकार दुरिदं प्रभो त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विदा बभूवात्यन्तपापिष्ठा जार सङ्गमलोलुपा कदाचिच्चैष वेराजन् खेलन्ति शिशुभिः सह रध्यायां खननं चक्रे चतुष्कोणसमन्वितं तस्मिन्नेव दिने मेघ उदकानि ववर्ष च पूरितं तज्जलैकादं तया विनिर्मितं प्रभो ततो मध्याह्नसमये गौरेकस्तृषितो नृप अपिबत्तत्र पानीयं तापितस्तपनातपैः तेनैव सर्वपापानि विनष्टानि महान्ति वै तस्या सूर्यसुतप्राज्ञ जलदानप्रभावतः विमुक्ता सकलैः पापैर्व्रजेन्नारायणालयं कृतपापाहि देवेश ब्राह्मणीयं दुराशया विमुक्ता सकलैः पापैर्जलदानप्रभावदः अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः तदोऽस्योपरि जीवेश प्रभुरेकोच्युतस्मृतः व्यास उवाच चित्रगुप्तस्य तद्वाक्यं समाकर्ण्यसदण्डभृद तां वेश्यां ब्राह्मणीं चापि ववन्दे ब्राह्मणं च तं दिव्यैः सुवर्णालङ्कारैर्वस्त्रैर्नानाविधैस्तथा तेषां पूजां यमश्रुत्वा कुटुम्बिनां च जैमिने उवाच प्रहसन्वाक्यं सुप्रीदो मृदुलाक्षरं यम उवाच यूयं सर्वे महात्मानो विनिष्ठाखिलपादकाः समस्तसुखदं स्थानं गच्छद श्रीपदे प्रभोः तानारोप्य ततो दिव्ये यमकाञ्चननिर्मिते राजहंसयुधे स्थाने प्रेषयामास चक्रिणः ततो दिव्यरथारूढा सर्वाभरणभूषिताः पुरं भगवतो जग्मुस्ते सर्वे गतपादकाः गणिका ब्राह्मणीसा च विनष्टाखिलकल्मषा सान्निध्यं प्राप्य देवस्य तस्थौ विप्रचिरं सुखं हरिशर्माणमालोक्य समायान्दं जनार्दनः ददौ वरासनं तस्मै स्नेहात् कनकनिर्मिदं पाद्यार्ख्या च मनीयैश्च तमभ्यर्चद्विजोत्तमं वरासनोपविष्टं च पप्रच्छेदि मुदा हरिः श्रीभगवानुवाच द्विजन्मकुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत् चिरं मे मन्दिरं तिष्ठ सर्वोपद्रववर्जिते ब्राह्मण उवाच त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो त्वत्सान्निध्यं मया प्राप्तं कुशलं किमदः परं व्यास उवाच एतस्य वचनं श्रुत्वा भगवान् प्रणयोदिदं दत्तवान् निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ददौ तस्मै सुखं सर्वं दुर्लभं कमलापतिः आहारमात्रं न ददौ तत्कार्पण्यं स्मरन् प्रभुः दिनद्वयान्तरे विप्रो निराहारः क्षुद्धाकुलः प्रोवाच विष्णुं देवेश्यं विनया वनदस्थितः ब्राह्मण उवाच प्रभो प्राप्तं तव स्थानमनेकस्तपसां फलैः अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो देवकन्यागणैर्दिव्यैः सम्प्राप्त नवयौवनैः स्वेदचामरवादेन मञ्चेष्वपि निवीजितः सुगन्धानां प्रसूनानां महास्रग्भिरलङ्कृतः चन्दनैर्लिप्तसर्वाङ्गो राजश्रेष्ठ इव प्रभो चार्वाङ्गीभिः कामिनीभिर्नित्यं मत्पुरद प्रभो गीतेन नृत्यते चापि नारायण तवाज्ञया पासवाद्यासुरा सर्वे रजांसि मम पादयोः शिरकिरीडशोभीनि नित्यमेव वहन्ति वै देव देवर्षयश्चापि मुनयश्च जगत्पदे स्तुवन्ति मां स्तवैर्नित्यं किङ्करा इव सर्वदा चतुर्बाहुरहं श्यामशङ्खचक्रगदाब्जभृद प्रफुल्लपुण्डरीकाक्षः विधवासा सुकुण्डलः स्वर्णयज्ञोपवीती च किरीडीकुण्डली तथा दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः सुखान्येतानि दत्तानि दुर्लभानि त्वया प्रभो ददासि कथमाहारं न मह्यं परमेश्वर क्षुधाग्निना च सुमखच्छरीरं मम दह्यते यथैव ज्वलितो वृक्षः कोडरस्तेन वह्निना सुखमे दत्त्वया दत्तं हरे मह्यं न रोचते प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव कर्मणा मनसा वाजा त्वां विना जगदीश्वरं न पूजितो मया कश्चिद्देवदेव गणार्चितः स्वप्नेनापि जगन्नाथ तस्य भक्तिकृदा नहि आहारं केन दोषेण ददासि न हि मे प्रभो व्यास उवाच अधासौ भगवान् विष्णुः कौतुकी समुवाच तं गच्छ ब्राह्मणभद्रं ते ब्रह्माणं प्रति सत्वरं यदि श्रुत्वा वजो विप्रः शीघ्रं ब्रह्माणमाययौ ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ब्रह्मोवाच दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे स्वयं न भुञ्जते तच्च नष्टमेव न संशयः कारणं तव दुःखस्य सर्वमेव मयोदिदं गच्छ ब्राह्मणभद्रं ते निःसन्देहोऽयमागतः ब्राह्मण उवाच निच कर्म विपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः इदानीं ब्रूहि दानानि कानि देयानि मानवैः ब्रह्मोवाच बहूनि सन्ति दानानि तानि वक्तुं न शक्यते संक्षेपात् कथ्यते विप्र निशामय समाहितः भूमिदानं द्विजश्रेष्ठ सर्वदानोत्तमोत्तमं कृतं पुण्यात्मना येन सज्ञेयः सर्वदानकृत गोचर्ममात्रं भूमिं यो ददादिद्विजसत्तम स गच्छेत् परमं स्थानं विमुक्तः सर्वपादकैः भूमिं सस्यसमेतां यो दरिद्राय द्विजादये ददादि ब्राह्मणश्रेष्ठ तस्य पुण्यं निशामय सर्वपापविनिर्मुक्तो नारायणपुरं व्रजेद तत्र भुङ्क्ते सुखं सर्वं यावदिन्द्राश्चतुर्दश भूयो भूमिं समासाद्य सार्वभौमो नृपो भवेद चिरं भुक्त्वा महीं कृष्णां नरो नारायणो भवेद यस्माद्भूमिर्द्विजैर्ग्राह्या त्यक्त्वा दानशदान्यपि भूमिदो भूमिनेता जद्वावपि स्वर्गगामिनौ मन्दबुद्धिर्द्विजो यस्तु भूमिदानं परित्यजेद प्रतिजन्मनि विप्रेन्द्र स भवेदधिदुःखितः अन्येभ्योऽपि समादाय भूमिदानं य आचरेद तस्य विष्णुरित् अधिप्रीतो ददाति परमं पदं ग्रामं यच्छति यो विप्रदरिद्राय द्विजादये दापयत्यपि वा तस्य पुण्यं वापि निशामय यावन्तो रेणवो भूमौ यावन्तो वृष्टिबिन्दवः मन्वन्तराणि धावन्ति विष्णुलोके वस्येत् सुधीः धेनुं पयस्विनीं यस्तु संवत्सां यच्छति द्विज तस्य ब्रवीम्यहं पुण्यमाकर्णय महात्मनः सप्तद्वीपां महीं दत्त्वा सस्यां यद्फलं लभेद तद्फलं लभदे मत्यो धेनुं यच्छन् द्विजातये ददादिवृषभं यस्तु ब्राह्मणाय कुटुम्बिने विमोक्तपादकैरुद्रैरुद्रलोकं स गच्छति तस्य यावन्ति रोमाणि शरीरे वृषभस्य च तावत् कल्पसहस्राणि रुद्रेण सह मोददे यस्तु वेदविदे धेनुं दद्यादुभयदो मुखीं न तस्य पुनरावृत्तिरुद्रलोकात् कदाचन वृषं तिलसमायुक्तं कृष्णं यस्तु प्रयच्छति स रुद्रभवने तिष्ठे द्विजेन्द्र तिलसङ्ख्यया तिलप्रमाणमपि च स्वर्णं दद्याद्विजादये स यादि विष्णुभवनं कुलकोटिसमन्वितः यो भक्त्या रजतं यच्छेद्दरिद्राय द्विजादये चन्द्रलोकं समासाध्य सुधापानं करोति सः हीरकमौक्तिकं चापि प्रवालं च मणिं तथा यो ददाति द्विजश्रेष्ठ शक्रलोकं स गच्छति अश्वदानं द्विजश्रेष्ठ यः करोति महाशयः गन्धर्वराजराजत्वं सप्राप्नोति न संशयः ददाति वारणं यस्तु युवानं दोषवर्जितं देवराज्ये विभागी स भवेदिन्द्र इव द्विज नरदोलाञ्चयो दद्याद्ब्राह्मणाय सदक्षिणां सोऽपीन्द्रपदमासाद्यवसेत्कल्पचतुष्टयं शालिग्रामशिलादानं यो ददाति द्विजादये तस्य पुण्यं प्रवक्ष्यामि समासेन शृणुद्विज सप्तद्वीपां महीं दत्त्वा सशैलवनकाननां यद्फलं तच्च लभते शालग्रामशिलाप्रदः तुलापुरुषदानेन यद्फलं प्राप्यते नरैः शालग्रामशिलां यच्छं तस्मात् कोटिगुणं लभेद शालग्रामशिला येन प्रदत्ता द्विजसत्तमा नूनं तेन प्रदत्तानि भुवनानि चतुर्दश तुला पुरुषदानं ह्यः प्रकरोति नरोत्तम दिवि दिव्याम्बरधरश्चिरं स च महीपतिः जननी जठरे भूयस्तस्य जन्मन विद्यते ददाति यस्तु वैकन्यां सालङ्कारां नरोत्तमः स गच्छेद्विष्णुभवनं पुनरावृत्तिवर्जितः यः कन्या विक्रयमूढो मोहात् प्रकुरदे नरः स गच्छेन्नरकं घोरं पुरीषह्रदसंज्ञकं विक्रीतायाश्च कन्याया यः पुत्रो जायते द्विज स चण्डाल इव ज्ञेयः सर्वधर्मबहिष्कृतः कन्या विक्रयिणः पुंसो मुखं पश्येन्न शास्त्रविद पश्येदज्ञानदो वापि कुर्याद्भास्करदर्शनं यत्किञ्चित् क्रियते कर्म कन्या विक्रयिणः पुरः शुभं तत्सकलं कर्म गच्छेद्विफलदां द्विज कन्या विक्रयिणो नास्ति नरकान् निष्कृतिः पुनः कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः बहुनात्र किमुक्रेण सङ्क्षेपेण ब्रवीमिते हीरकक्षितिकन्यानां फलं स्याच्च शताधिकम् उपानहं चादपत्रं यस्तु यच्छति भूतले शृणु तस्य तु वैपुण्यं सङ्क्षेपेण ब्रवीमिदे इह वर्षशतं जीवेत् सर्वसम्पत्समन्वितः मृदश्चक्रपुरं प्राप्य शतकल्पचतुष्टयं ददाति नूतनं वस्त्रं स यादि परमां गतिं वस्त्रं पुरातनं यच्छेद्धेनुं च रजतीं तथा कन्यां रजस्वलां यस्तु स सदा नरकं व्रजेद फलदो मानवो विप्र गच्छति त्रिदशालयं भुङ्े कल्पसहस्राणि बलं तत्रामृदोपमं शागप्रदो यादि विप्रशम्भोर्भगवतः पदं तत्र कल्पद्वयं भुङ्े पायसं दुर्लभं सुरैः दुदधो दधिदश्चैव कृतधस्तक्रदस्तधा प्राप्नोति वै सुधापानं पुरो भगवतो हरेः पुष्पदो मनुजो विप्रगन्धदश्च सुरालयं तिष्ठेद्युगसहस्राणि पुष्पगन्धविभूषितः शय्यादानं द्विजश्रेष्ठ यः करोति द्विजोत्तम सब्रह्मलोकमागत्य पर्यङ्क शयनश्चिरं दीपदः पीठदश्चैव सर्वपापविवर्जितः दिव्यसिंहासनस्थश्च जलदीपावलीवृतः ताम्बूलदो नरो राजन् भुवि भुङ्ग्रेऽखिलं शुभं दिवि देवाङ्गनक्रोडे सुप्तस्ताम्बूलमत्ति वै विद्यादानं द्विजश्रेष्ठ यः करोति नरोत्तम सम्प्राप्य संनिधिं विष्णोस्तिष्ठेद्युगशतद्वयं ततो ज्ञानं समासाद्य तत्रैव द्विजसत्तम प्राप्नोति दुर्लभं मोक्षं प्रसादात् कमलापदेः अनाथं ब्राह्मणं यस्तु पाठयत्यधिदुःखितं स यादि विष्णुभवनं पुनरावृत्तिदुर्लभम् कुलीनोऽपि द्विजश्रेष्ठो नभादिविद्यया विना तस्माद्विजं पाठयन्तः प्रयान्ति परमं पदं भुवि प्रत्यक्षदेवोऽपि ब्राह्मणो देवताश्रयः सर्ववर्णगुरुर्नैव विद्याहीनो विराजते संसारे यानि दानानि सन्ति हेमादिकानि च तानि तेन प्रदत्तानि ब्राह्मणो येन पाठितः कुर्यात् पुस्तकदानं यो नरो भक्तिसमन्वितः तस्य पुण्यं द्विजश्रेष्ठ सङ्क्षेपात्ते वदाम्यहं तत्राक्षराणि यावन्ति पत्रे पत्रे च पुस्तके प्रत्यक्षरे लभेत् पुण्यं कपिलाकोडिदानजं यावद्दिनं पुस्तकं तत् प्रपठन्ति द्विजादयः तावन्मन्वन्तरं तिष्ठेद्वैकुण्ठे पुस्तकप्रदः एवमादीन्यनेकानि सन्धिदानानि भूसुर सम्यग्वक्तुं जगत्यस्मिन् कश्यक्रो द्विशतैरपि ब्रह्महत्यादिपापानि क्रियन्ते यानि मानवैः हन्यन्ते तानि पापानि तस्माद्दानं समाचरेद आत्मपुण्येन यद्दानं दीयते च त्रिभिर्जनैः यावद्द्रव्यं फलं तस्मात् तस्य दानस्य लभ्यते प्रीदये कमला भर्तो यद्दानं दीयते जनैः तस्य कोटिगुणं पुण्यं लभते नात्र संशयः तस्मान्नारायणप्रीतिहेतवे मदिमान्नरः दानं समाचरेद्विप्रभक्ति कर्मसमन्वितः तपसोऽपि परं दानं निरुक्तं तत्त्वदर्शिभिः अतो यत्नादपि प्राज्ञो दानकर्मसमाचरेद् दानं तपो द्वे अपि यः प्रकरोति नरोत्तमः तस्य तुल्यो जगत्यस्मिन् विद्यते न हि भूसुर इति श्रीपद्मपुराणे क्रियायोगसारे सर्वदानमाहात्म्यं नाम विंशोऽध्यायः ॐ